नमस्कारः. तर्हि लुट् लकारः इति पाठः द्वितीयभागः ये करपत्रमस्ति सः अनुवर्तते. आरम्भ करोतु भगिनि. कुतः भगिनि प्रथमं गतसप्ताहे यत् वयं कृतवन्तः अर्थव धातु अप्रत्यय प्रातिपदिकं तस्य कथं पर्युदास प्रतिषेध अपि प्रसज प्रतिषेध तस्य वयं चिन्तनं कृतवन्तः. पुनः इति पुनः स्मरणं महोदय कृतवान् तत् श्री आदेशे उपदेशे अशिति इति प्रसज प्रतिषेध अस्ति. प्रसज्यप्रतिषेध इत्युक्ते आदेचे उपदेशे शिति एच् धातोस्य आत्वं भवति एकवाक्यं यस प्रवृत्तिः अस्ति. यत्र निषेधमपि अस्ति यदि षित् प्रत्यय परे आत्वं न भवति इति. वाक्यं द्वयं वक्तव्यं यत्र प्रसज्यप्रतिषेध अस्ति. तत्र यत्र प्रवृत्तिः भवति तस्मिन् वाक्ये कोऽपि नियमः न भवति, केवलम् अस्ति एच् उप धातुः उपदेशे अवस्थाम् आत्मं भवति. तस्य परे कोऽपि नियमः नास्ति, प्रत्ययः अस्ति वा नास्ति, शून्यम् अस्ति, तत्रापि आत्मं भवितुं शक्नोति. किन्तु यदि षित् अस्ति तत्र न भवति. यदि अर्थवत् अधातु अप्रत्ययप्रातिपदिकम् इति सूत्रे यदि प्रसज्यप्रतिषेधः भवति त अनिष्टं रूपं भवति. किन्तु अतः वयं अथवत् अधातु अप्रत्ययप्रातिपदिकं तत्र पर्युदासप्रतिषेधः स्वीकृतवन्तः. वयं दृष्टवन्तः कथं प्रसज्यप्रतिषेधः यदि वदामः तत्र कथम् अनिष्टरूपम् आगच्छति. तस्य तेषाम् उदाहरणं वयं दृष्टवन्तः अपि यङ् लुकि धातु इति कृते. सो अर्थवत् तस्य कथं वक्तव्यं धातु यत् शब्दम् अर्थवान् अस्ति किन्तु धातु नास्ति, प्रत्ययः नास्ति, प्रत्यान्त नास्ति, तस्य प्रातिपदिकं भवति इति. किन्तु तस्य निषेधः अपि अस्ति. निषेधः यदि धातु नास्ति, प्रत्ययः नास्ति, प्रत्यान्त नास्ति इति निषेधः अस्ति. किन्तु अर्थवान् अस्ति अनुवृत्तिसहितसूत्रे इति आगच्छति. अत्र अनु निषेधः अस्ति किन्तु अन्य कृत्तद्युत्तसमासः यत् अस्ति तेन धातु प्रत्ययः अस्ति. तत्र यत् धातु अस्ति वा प्रत्ययः अस्ति तेन सूत्रेण प्रातिपदिकं भवितुं शक्नोति. तो इति वयं जानीमः पर्युदासप्रतिषेधः अस्ति अथवा धातु अप्रत्यय प्रातिपदिकम्. इदानीं अस्माकं यत् प्रकृतसूत्रमस्ति ऋतुपद अनुदातस्य ऋतुपद उपधायां तस्य सूत्रेण कथम् आगच्छति इति वयं पुनः पठामः अद्य. अत्र अस्ति भगिनी यत् वयं कृतवन्तः कुतः द्वितीयभागः अस्ति लुट् लकारस्य गुप्पु तस्य उपरि यत् अस्ति गुपुधातुः खलु. गुपुधातुस्य उपरि भगिनी पुनः अत्र प्रश्नः उदेति इति वा तत्र दृप् इति पठितवन्तः वयं. मम टीकारपत्रं भिन्नम् अस्ति, क्षम्यतां विमला भगिनी. भवती द्वितीयभागनिमिषम् ऋदुपदस्य अम् आगमे अनुदात्तस्य चर्दुपदस्य पुनः तदेव कृतवन्तः खलु तर्हि दृप् तृप् इति द्वौ धातु एटो इति आरभ्य पठामः वा तद् अधोभागे वयं कृतवन्तः भगिनि अन्यप्रश्न प्रश्न उदेति यत् इति तत् अपि अन्यप्रश्न उदेति यत् अनुदात्तस्य ऋदुपदस्य तत्र आयाति तत्र अस्ति अस्तु आमाम् अन्यप्रश्नः उदेति यत् अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इति सूत्रे प्रसज्यप्रतिषेधः भवति वा पर्युदासप्रतिषेधः भवति वा सूत्रार्थः एकनिमिषं भगिनि भगिनि पुनः पर्युदासः खलु अर्धवर्तधातु प्रातिपदिकम् अर्धवर्तधातु प्रत्ययः प्रत्ययः प्रातिपदिकम् इति पर्युदासः आसीत् खलु अस्तु प्रसज्यप्रतिषेधः भवति वा पर्युदासप्रतिषेधः भवति वा इति किं सूत्रम् अनुदातस्य चर्दुपदस्य अन्यतरस्याम् इति सूत्रम् तत्र तु अनुदात्तस्य चर्द् च ऋदुपदस्य च अन्यतरस्याम् इति अस्ति अन्यतरस्याम् अत्र अनुवृत्तिः किम् अस्ति इत्युक्ते उपदेशे अनुदात्तस्य ऋदुपदस्य अम् जलि अकिति अन्यतरस्याम् तर्हि अत्र अकिति इति नञ् प्रयुक्तमस्ति तर्हि नञ् अकिति इति वदनेन को अर्थः अत्र प्रसज्यप्रतिषेधः वा पर्युदासप्रतिषेधः भवति वा इति प्रश्नः इत्युक्ते प्रश्नः कः इत्युक्ते अकिति इत्यनेन कित् भिन्न यः कोऽपि प्रत्ययः इति अपेक्षितम् अस्ति वा समानधर्मं यत् स्वीकरोति तथा स्वीकरणीयं वा नो चेत् तत्र तु तत्र सर्वत्र अम्मागमः भवति किति प्रत्ययपरे न भवति इति तादृश प्रसज्यप्रतिषेधः भवति वा इति चिन्तनम् सूत्रार्थः उक्तः यत् उपदेशे अनुदातस्य यः ऋदुपदः तस्य अम्मागमः विकल्पेन भवति जलादौ अकितौ प्रत्ययपरे यथा आदेशोपदेशे अशिति इत्यनेन उपदेशे एजन्तस्य धातो रात्वं न तुषिति अनुवृत्तिसूत्रम् अस्ति एचः धातोः आत् उपदेशे अशिति अस्य तु सूत्रार्थस्य व्यक्तीकरणार्थं वाक्यद्वयं वक्तव्यं भवति उपदेशे एजन्तस्य धातो रात्वं भवति क्षितिप्रत्ययपरे न भवति नाम अत्र आत्वस्य विधानार्थं सप्तमी विभक्तौ किमपि निमित्तं नास्ति उपदेशे एजन्तस्य धातो रात्वं भवति विधानपक्षे किमपि नियमं नास्ति तर्हि एवमेव प्रकृतौ तथा कुर्मः चेत् किं भवति उपदेशे अनुदातः यः ऋदुपदः तस्य अमागमः विकल्पेन भवति जलादौ कितिपरे कितिप्रत्ययपरे न भवति एवं वदामः चेत् कः दोषः अजादिप्रत्ययपरे अपि अमागमः भवति यकारादिप्रत्ययपरे अपि अमागमः भवति केवलं न भवति कुत्र जलादौ कितिप्रत्ययपरे न भवति यदि वयं प्रसज्यप्रतिषेधं स्वीकृत्य वाक्यद्वयं रचयामः किम् अस्ति वाक्यद्वयं रचयामः चेत् कथं भवति अस्य सूत्रस्य उपदेशे अनुदातस्य ऋदुपदस्य अम् इति प्रथमं तदनन्तरम् अमागमः तदनन्तरं जलि किति प्रत्ययपरे मास्तु इति द्वितीयवाक्यम् तथा स्वीकुर्मः चेत् अजादिप्रत्ययपरे एकादादिप्रत्ययपरे अपि अमागमः भवति न केवलं परे न केवलं जलि अकितिपरे जलिपरे जलिपरे इति भवति तत्तु असाधुरूपं भवति इति महोदयस्य वादः खलु इति न भवति अन्य अग्रिमपङ्क्तिं भवति पठति वा विमला भगिनी आगतवती किन्तु विमला भगिन्याः पुनः पुनः भङ्गः जायते, पुनः पुनः भङ्गः जायते भगिनि, भवती एव वदतु, अहं श्रोष्यामि। दूरवाणी आगन्तुं शक्नोति वा भगिनि? न न, लास्ट् टैम् दूरवाण्यामपि बहु प्रयत्नं कृतं, परन्तु न लब्धं, न जाने किमर्थम् एतद् एप्लिकेशन् अपि मया निष्कासितं पुनः स्थापितम्। अद्य पश्येम, भवती एव पठतु भगिनि। यङ् लुकन्तस्य उदाहरणं स्वीकुर्मः। तृत् धातो यङ् लुकि आतिदेशकधातुः भवति, तरि तृत् लति तरि तृप् योगति अनुदात्तस्य चरितपदस्य अन्यतरस्याम् इत्यनेन विकल्पेन अमागमात् तरि तृप्ति। यस्मिन् पक्षे अमागमः न भवति तस्मिन् पक्षे पुगन्तलघुपदस्य इत्यनेन गुणः तरि तृप्ति। अधुना लोटि तरि तृप् योग आनि अनुदात्तस्य चरितपदस्य अन्यतरस्याम् इत्यनेन उपदेशे अनुदात्त विकल्पेन भवति, अत्रापि अमागमविकल्पेन भविष्यति तरि तृपाणि यत् अनिष्टं, तथैव विधिलिङ्गि यकारादि प्रत्ययपरे अमागमः भविष्यति तरि तृप् योगयात् तरि तृप्यात्। एतत् अपि अनिष्टं रूपं, कुत्र न भविष्यति परिस्थितप्रत्यय झलादि कित् अस्ति चेत् एव अमागमः न स्यात्। इदानीं महोदय उदाहरणं ददाति, अनुदात्तस्य च ऋतुपदस्य अन्यतरस्यां तस्मिन् यदि प्रसज्यपक्षिषेद व्ययं स्वीकुर्मः तत् किं भवति, अपि परिदासप्रतिषेध इति अनुदात्तस्य ऋतुपदस्य प्रथमस्ति झलि अकिति अस्ति, तस्य उदाहरणमस्ति यङ् लुकि तृप् धातु यङ् लुकि, यङ् लुकि प्रक्रिया भूत्वा तरि तृप् भवति योगति। इदानीं क्रियापदं निष्पन्नं कर्तव्यं, अनुदात्तस्य च ऋतुपदस्य अन्यतरसां तकार झलि अस्ति अपि कित् न अस्ति, अतः अमागमः भवितुं शक्नोति। अमागमः भूत्वा तरि तृप् योग अं योग ति आगच्छति, इदानीम् एकोयनचि अनेन तरि तृप्ति इति भवति। अन्यपक्षे यत्र अपक्षे अमागमः यत्र नास्ति तत्र पुगन्तलघुपदस्य इति सूत्रेण विकारस्य पुगन्त लघुपदस्य गुणः भवति अर् आगच्छति अनेन तर्हि तर्ति इति भवति, इति साधु भवति। किन्तु यदि लोटि इति वयं स्वीकुर्मः, लोटि उत्तमपुरुष एकवचने, तत्र तरि तृप् योग आनि अत्र अकार झलि नास्ति, किन्तु यदि प्रसज्यप्रतिषेध स्वीकुर्मः अनुदात्तस्य उपधायाम् अन्यतरस् उपधायाम् अन्यतरस्याम् अमागमः भवेत्, कोऽपि निमित्तं न भवति, तत्र आनि अपि आगच्छति प्रत्यय, अजादि प्रत्यय अपि आगच्छति। सो अत्र यत् रूपं वयं पश्यामः तत् रूपम् अस्ति तरि तृपाणि वा तरि तर्पाणि इति, द्वयं रूपम् अनिष्टं भवति। तथैव विधिलिङ्गि अपि यात् अस्ति तरि तृप्योगयात् तरि तृप्यात् भवति वा यात् इति झलि नास्ति, अकार अपि झलि नास्ति, तो अत्र प्रसज्यप्रतिषेध न स्वीकर्तव्यं, केवलं पर्युदासप्रतिषेध स्वीकर्तव्यं। यदि पर्युदासप्रतिषेध स्वीकर्तव्यं तत् एकवाक्यं एव पर्याप्तं भवति। झलादि अकिति प्रत्यय परि अनुदात्तस्य झलादि अनुदात्तस्य ऋतुपदस्य झलादि अकिति प्रत्ययपरे अमागमः भवति इति एकवाक्यम् एव भवति। यदि प्रसज्यप्रतिषेध वयं वदामः तत्र भवति अनुदात्तस्य ऋतुपदस्य अन्यतरस्यां अमागमः भवति, द्वितीयवाक्यं भवति अनुदात्तस्य ऋतुपदस्य अन्यतरस्यां किति प्रत्ययपरे अमागमः न भवति इति, झलि किति प्रत्ययपरे अनागमः न भवति। तो प्रसज्यप्रतिषेध इति तस्य अनिष्टं रूपं भूत्वा इति न स्वीकर्तव्यम्। साधु आं भगिनि अस्तु तो इति स्मर्तव्यं. पर्युदास यदि अस्ति तस्य नियम इति अस्ति तद् भिन्नत्वे सति तद् कथं भूयो धर्मत्वम् इति यदि वयं स्मरामः त परिदासप्रतिषेध इति भवति. सो अत्र अस्मिन् सूत्रे अनुदात्यस्य चरितुपदस्य अनुसारं तद्भिन्नत्वे सति. सो तद्भिन्नत्वे किं भवति? अत्र तद्भिन्नत्वे अस्ति यत् कित् नास्ति. अकिति इति स्त्री नहि तत्पुरुषसमासः अस्मिन् सूत्रे. सो यत् कित् परे भवति किन्तु तद् भिन्नत्वे सति तत् धर्मत्वं. धर्मत्वमस्ति प्रत्ययम् अपेक्षितं तत् कीदृशप्रत्ययं झलि भवेत् इति. सो तत् भवति नियमः अस्ति आगच्छति अस्मिन् सूत्रे यत्र सूत्रस्य प्रवृत्तिः अस्ति प्राप्तिः अस्ति. यत्र सूत्रस्य प्राप्तिः नास्ति तत्र कित् नास्ति इति. अवगतम्. अग्रे पठामि वा? अस्तु. पुनः सार्वधातुकलकारेषु कोऽपि कित् प्रत्ययः एव नास्ति. अतः यङ्लुकि लटि लोटि लङि विधिलिङि च त्रिषु अपि वचनेषु त्रिषु अपि पुरुषेषु सर्वत्र अमागमो भविष्यति. अनेन महती समस्या. अस्याः समस्यायाः निवारणार्थं प्रसज्य प्रतिषेधः न भवेत्, अपि तु पर्युदासः एव स्वीकर्तव्यः. अमागमस्य विधानार्थं प्रत्ययः अपेक्षितः. स च प्रत्ययः जलादिः भवेत्, कित् न स्यात्. अनेन अजादिप्रत्ययाः यकारादिप्रत्ययाः च निवार्यन्ते. तर्हि उक्तमस्ति यथा भगिनी उक्तवती, यदि वयं प्रसज्य इति स्वीकुर्मः चेत् अजादिप्रत्यये परे अपि भवति, अनन्तरम् इकारादिप्रत्यये अपि भवति. तर्हि सार्वधातुकलकारेषु यङि लटि लोटि लङि विधिलिङि च सर्वत्र तु कित् प्रत्ययः नास्ति. केवलं जलादिप्रत्ययाः भवन्ति, नो चेत् यकारादिप्रत्ययाः भवन्ति. तत्र सर्वत्र किं भवति? त्रिषुपि वचनेषु त्रिषुपि पुरुषेषु सर्वत्रापि अमागमः विकल्पेन भविष्यति. अनेन रूप असाधुरूपं वयं प्राप्नुमः इति कृत्वा वयम् अस्य सूत्रस्य तु वयं किं केवलं पर्युदास प्रतिषेधं स्वीकृत्य वयं स्वीकरणीयं भवति. प्रसज्य प्रतिषेधः मास्तु इति. तर्हि उपदेशे अनुदातस्य ऋदुपदस्य अं जलि किद्भिन्न प्रत्ययः यत्र भवति इति अन्यतरस्यां तत्र अगमः भवति इति स्वीकर्तव्यम् इति. अस्तु. अन्य प्रश्नः उदेति यत् इदागमः अथवा अमागमः द्वयोः मध्ये कस्य विधानं प्रथमं? रदादिभ्यश्च इत्यनेन रद् नश् त्रिप् दृप् दृ मुः श्रुः श्रः इत्येभ्यः धातुभ्यः वलादे आर्धधातुकस्येङ् स्येङ् वा स्यात्. अनुदात्तस्य च ऋदुपदस्य अन्यतरस्याम् इत्यनेन उपदेशे अनुदातः य ऋदुपद तस्य अम् आगमः विकल्पेन भवति झलादौ अकृति प्रत्ययः परे. द्वयोः कृते धातोः परः कश्चन प्रत्ययः अपेक्षितः एव. रथादिभ्यश्च च परसूत्रम् अतः प्रथम एदागमः तदा एव अमागमः परिशीलनीयः. अन्यत् च प्रथमम् अमागमः आनीयते चेत् समस्या भवति यत् इदागमस्य विधानात् पूर्वं तास् प्रत्यय झलादि एव. अतः प्रथमम् अमागमः भवति चेत् स च अमागमः आगमिष्यति यत्र न आगन्तव्यम् अस्ति, तथा तदा इदागमः भविष्यति. इदागमविधानसूत्रे अमागमौ धातुः अस्ति न वा इति प्रसङ्गे किमपि न उक्तम्. अतः अमागमः अस्ति चेत् अपि इदागमविधानं भवति. तस्य निवारणार्थं रदादिभ्यश्च परसूत्रम् अनेन प्रथमम् इदागमः अनेन इदागमः यत्र भवति तत्र प्रत्ययः झलादि नास्ति, तस्माच्च तत्र अमागमः न भवति यतोहि प्रत्ययः अजादि. प्रथमम् इदागमविधानं भवति चेत् एव अनुदात्यस्य च ऋदुपदस्य अन्यतरस्याम् इत्यस्य निमित्तं झलादि अकिति प्रत्ययपरे व्यवहारे आगच्छति. इदानीम् अस्ति यदि रदादिभ्यश्च अनेन सूत्रेण ये सप्तधातवः सन्ति रद् नश्र दृध्रुः मृ श्रुः शृः तेषां विकल्पेन इदागमः भवति यदि रदादिभ्यश्च आगच्छति यदि वयं तृप् तृप् इति स्वीकुर्मः तत्र अनुदात्तस्य च ऋतुपदस्य अन्यतरस्यां तत्र अपि समानसमये युगपद् द्वयोः प्रसक्तिः भवति रदादिभ्यश्च अपि अनुदात्तस्य च ऋतुपदस्य अन्यतरस्यां कस्य सूत्रस्य प्रथमं करणम् इति बलाबलचिन्तनं भवति विप्रतिषेधे परकार्यं कर्तव्यम् इति यदि पश्यामः तर्हि धादिभ्यश्च इति परसूत्रम् अस्ति तत्र बलवत् भवति अनुदात्तस्य च ऋतुपदस्य अन्यतरस्याम् इति पूर्वसूत्रम् अस्ति इति कर्तव्यम् इति साधु अस्ति कथमं साधु भवति कारणकि तदादिभ्यश्च अनेन किं भवति विकल्पेन इदागमः भवति अनेन सूत्रेण तो यत्र इदागमः भवति एकपक्षे इदागमः अस्ति एकपक्षे इदागमः नास्ति यत् पक्षे इदागमः नास्ति तस्य परे यदि लुट् लकारस्य ताप्रत्ययः अस्ति तत्र एव अनुदात्तस्य ऋतुपदस्य अन्यतरस्यां कार्यं करोति कारणकि ता इति झलि अस्ति इदागमस्य यदि इदागमः भवति ईता तत्र ईता इदानीम् अजादि प्रत्ययः अस्ति तस्य अनुदात्तस्य ऋतुपदस्य अन्यतरस्यां तस्य प्रसक्तिः एव न भवति व्यतीकरण यदि कर्तव्यं तदा इष्टं रूपम् आप्नुमः यदि वयम् इति न कुर्मः प्रथमम् अनुदात्तस्य ऋतुपदस्य अन्यतरस्यां तस्य कार्यं कुर्मः अनेन किं भवति एकपक्षे अमागमः भवति एकपक्षे अमागमः न भवति किन्तु रदादिभ्यश्च द्वयोः अनेन इडागमस्य चिन्तनं भवति द्वयोः पक्षे कारणकि तत्र तकारः आगच्छति इडागमः द्वयोः पक्षे आगच्छति यदि द्वयोः पक्षे आगच्छति तत्र यत्र इडागमपक्षे अमागमः अभवत् तेन पक्षे इति अनिष्टं रूपाणि भवति अतः रदादिभ्यश्च अनुदात्तस्य द्वयोः मध्ये परसूत्रम् इदागमस्य चिन्तनं प्रथमं करणीयम् अपि रदादिभ्यश्च नित्यं सूत्रमपि भवति साधु भगिनि पूर्वमपि कार्यस्य करोति अन्तर तस्य अनन्तरमपि कार्यं कर्तुं शक्नोति नित्यमपि भवितुं शक्नोति साधु क्षम्यतां म्यूट् मध्ये आसम् रदादिभ्यश्च आं भगिनि रदादिभ्यश्च नित्यं भवति खलु या नित्यं भवति किन्तु परसूत्रमपि अस्ति तत् कारणे अपि बलवत् अस्ति परनित्य अन्तरङ्ग इति एव भवति खलु तत्र अपेक्षा परमपि अत्र परं महोदयेन लिखितं एकनिमिषं पुनः रदादिभ्यश्च इति अस्य किम् अस्ति इति पश्यामः परसूत्रं 7-45 भगिनि आमां रदादिभ्यश्च इत्यस्मिन् तु औपदेशिक अवस्थायाम् इति किमपि न उक्तमस्ति खलु इत्यनेन यदागमस्य चिन्तनम् अस्ति ब्रह्मजयति नित्यसूत्रं बलवद् भवति खलु इति आम् किन्तु परसूत्रमपि महोदयेन अत्र प्रथमं कार्यं करोति खलु नित्यसूत्रमस्ति इति कृत्वा प्रथमं कार्यं करोति तदनन्तरम् अनुदात्तस्य चर्दुपदस्य समीचीनमेव आम् आम् तदनन्तरम् अनुदात्तस्य चर्दुपदस्य इति आगत्य यत्र इडागमः नास्ति तत्र केवलं तत्र तस्य आगमः भवति आमागमः साधु साधु तावदासीत् वा भगिनि आमाम् आम् तर्हि अग्रिमे सप्ताहे पकारान्तदातुभ्यः वयं किम् अस्ति हकारान्तपर्यन्तं पुनः एकवारं पठित्वा आगच्छामः भगिनि अग्रिमे सप्ताहे वेट् धातु कुर्मः कारणकि यत् अग्रिमम् अस्माकं ये आगच्छन्ति भवत्या ईपत्रे लिखितवती, किन्तु सरला भगिनी वेट् कुर्मः इति उक्तवती, तर्हि वेट् कुर्मः. इदानीम् उदाहरणानि आगच्छन्ति इति सर्वे वेद् धातो उदाहरणानि सन्ति. भवता किम् उक्तमिति न अवगतं. वेद् धातु किं करवती जानाति विमला भगिनी? न किं करणीयमिति मया वयं पुनः पुनस्मरणं कृत्वा कण्ठस्थीकृत्वा तथा भवती उक्तवती कण्ठस्थीकरणीयं करणीयमिति वा? आम् अहं तु विस्मृतवती एव. पुनः पुनः स्मरणीयं भवति, दृढ भवति स्मरणं, संस्कारः आगच्छति. इदानीं गुप्पु भगिनी गुप्पु कृतवन्तः, गुप्पु कृतवन्तः वा? ओ एवम् अस्ति वस्तुपि अस्तु, कुर्मः भगिनी. तर्हि मम अहं पठामि वा? विमला भगिनी अधुना साधु अस्ति खलु, पठितुम् इच्छति वा? पठामि भगिनि. अधुना समीपं तथा एव भाति, साधु अस्ति इति भाति. श्रूयते वा? आं भगिनि श्रूयते, समीचीनं श्रूयते. आम् अस्तु, वेरि गुड्. स्वरति वयं म्यूट् कुर्मः, प्राब्लं न भवेत्. स्वरति सूति सूयति धूयूदितो वा इति सूत्रेण स्वर शब्दोपतापयोः शुं प्राणिगर्भविमोचने अदादिगणे, शुं प्राणिप्रसवे दिवादिगणे, धूञ् कम्पने, स्वादौ क्रियादौ क्रियादौ च, अपि च येषाम् ऊकारस्य इत्संज्ञा एभ्यः सर्वेभ्यः धातुभ्यः परस्य वलाधेः अर्धधातुकस्य यद्वा स्यात् इति. एतत् स्वयं एतत् अस्माभिः अवगतं किल. अतः स्वभावतः गुपु धातुः सेत्, स्वभावतः धातुः सेत् वा धातुः वेट्, गुपु धातुः वेट् अस्तु. तदा गुपु धातोः आयप्रत्ययः गुपु धूप विच्छि पनिपनिभ्यः आयः इति सामान्यसूत्रेण नित्यः. परन्तु आर्धधातुके आय आयादयः आर्धधातुके वा इत्यनेन विकल्पेन आय् इति धातुप्रत्ययस्य विधानेन अयं धातुः अनेकाच् अतः सेट् भवति. गुपु धातुः स्वभावतः वेट्, परन्तु आय् प्रत्ययस्य विधानेन अनेकाच् भवति इति कृत्वा तत् सेट् भवति. आय् आय् प्रत्ययस्य विधानं भवति गुपु धूप विच्छिपणिपणिभ्यः आयः इति सामान्यसूत्रेण नित्यः, परन्तु आर्धधातुके विकल्पेन एव भवति. आयादेयः आर्धधातुके वा इत्यनेन आर्धधातुकप्रत्ययस्य विवक्षायां स्वार्थे आय् प्रत्ययः विकल्पेन भवति. लुट् लकारस्य तास् प्रत्ययः आर्धधातुकसंज्ञकः, अतः अत्र आय् प्रत्ययः विकल्पेन विधीयते, नित्यः नास्ति इति अस्य आशयः. अपि च गुपु आय गुपु इत्यत्र ऊकारस्य इत्संज्ञा भूत्वा गुप् आय इति भवति. आर्धधातुक इति कृत्वा पुगन्तलघुपदस्य च इत्यनेन गुपु गुप् भवति गोप् गोपाय इति रूपम्. गोपाय अनेकाच् अतः अयं धातुः सेट् भवति. गोपाय इता अत्र य इ अस्य सन्धि भवति चेत् ये गोपायेता इति भवति, परन्तु अतो लोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व अकारलोपो भवति आर्धधातुके प्रत्यये परे. तप् गोपाय योग इता गोपायिता अपि भवति इति भवति. यस्मिन् पक्षे आय् इति धातुप्रत्ययः न विद्यते, यतोहि अत्र आर्धधातुकप्रत्ययस्य परे विकल्पेन एव आय् प्रत्ययः विधीयते. यस्मिन् पक्षे आय् इति धातुप्रत्ययः न विधीयते, स्वभावतः गुपु धातुः वेट्. इडादिपक्षे गुप् इता पुगन्तलघुपतिस्य इत्यनेन गोप् इता गोपिता. अनिडादिपक्षे गुप् योगः ता पुगन्तलघुपतस्य च इत्यनेन गोप् योगः ता गोप्ता इति भवति. आयादे तावदेव भगिनि, अवगच्छामः भगिनि. किमपि वक्तव्यं किल? अत्र गुपुधातुविषये गुपुधातुविषये अस्ति स्वृतिसूतिसूचि धूय उदितो वा इत्यनेन गुपु दीर्घ उकारान्तदातु अस्य दीर्घ उकारान्तस्य निष्कासनं भवति इति भूत्वा गुप् इति अवशिष्यते. अत्र गुपु स्वभावतः वेट्, परन्तु आयधात् गुपु धूपविच्छि परिपणिभ्यः आयः इति नित्यसामान्यसूत्रनित्यमस्ति, परन्तु आर्धधातुकस्य परे आयादयः आर्धधातुकेवात् इत्युक्ते विकल्पेन भवति इति. यदि आयप्रत्ययः विधीयते तदा गुपु धातु अनेकाच् भूत्वा तदा तत् सेट् भवति. अत्र गुप् अस्य प्रक्रिया एवमस्ति, गुप् योगः आय् पुगन्धलघुपदस्य इत्यनेन गोपाय इति भवति, गोपाय इता अत्र अतोलोपः इत्यनेन तदन्ताङ्गसहस्वकारस्य लोपो भूत्वा गोपायिता इति भवति. यस्मिन् पक्षे यदि धातुप्रत्ययः न विधीयते तदा स्वभावतः धातु वेट् इति कृत्वा रूपद्वयं सिद्ध्यति. इडादिपक्षे गुप् इता पुगन्तलगुपितस्य इत्यनेन तत्र गु उकारस्य गुणं भूत्वा गोप् इति भवति, गोप् इता गोपिता. यत्र इडागमः न भवति गुप्ता गोप्ता गोप्ता इति रूपं सिद्ध्यति. तावदेव. अग्रे हा आयादेन आददातुके वा इति सूत्रस्य विषयः अस्ति. अनुवृत्तिसहितसूत्रमस्ति आर्धधातुके धातोः आय् आदयः वा प्रत्ययः परश्च, इत्युक्ते आयादिषु त्रयप्रत्ययाः अत्र भूताः आय् इयङ् निङ्. आय् आदौ येषां ते आयादयः, आयादयः प्रथमान्तम् आर्धधातुके सप्तम्यन्तं वा अव्ययपदं त्रिपदमिदं सूत्रम्. अतोलोप इति अग्रिमसूत्रेण यत्र अकारस्य लोपो भवति गोपाय इता इति, अदन्ताङ्गस्य अकारलोपो भवति आर्धधातुके प्रत्ययपदे. येन विधिस्तदन्तस्य इत्यनेन अतः अङ्गस्य नाम न केवलं ह्रस्व अकार इति अङ्गस्य अपि तु ह्रस्व अकारान्तस्य अङ्गस्य अलोन्तस्य इत्यनेन अन्तिमवर्णस्य एव लोपः न तु पूर्ण अङ्गस्य उपदेशे अनुवर्तते. अतः प्रसक्तिः केवलम् उपदेशव्यवस्थायाम्. अतः षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम्. अनुदात्तोपदेश वनति तनोति आदीनां तनोति आदिना आदीनाम् अनुनासिकलोपो झलि किङिति इत्यस्मात् उपदेशे इत्यस्य अनुवृत्तिः. अङ्गस्य आर्धधातुके इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रं सूत्रम्. अतः अङ्गस्य लोपः आर्धधातुके उपदेशे. अत्र येन विद्युत्तदन्तस्य इत्यनेन अतः अङ्गस्य ह्रस्वकारलोपो भवति, अदन्ताङ्गस्य ह्रस्वकारलोपो भवति आर्धधातुके प्रत्ययपदे. अत्र केवलम् अ इति अङ्गं न, परन्तु यदङ्गमस्ति तत्र अन्ते यदि अ अस्ति ह्रस्व अकारः अस्ति तस्य लोपः इति भवति, अपि च अलोन्तस्य इति सूत्रमपि अत्र अत्र कार्यं करोति. अनेन केवल अन्तिमवर्णस्य लोपः भवति न तु पूर्ण अङ्गस्य. उपदेशे इति उपदेशावस्थायामेव भवति. अनेन अतः अङ्गस्य लोपः आर्धधातुके उपदेशे इति अस्ति. अत्र पर्यन्तं कृतं भगिनी, परन्तु वयं तत् पूर्णं कर्तुं शक्नुमः. कथनिश्चिते अस्ति चुरादिगणे विशिष्टधातूनां पाठे इदं सूत्रम् अवलोकितमासीत्. निच् प्रत्ययः आर्धधातुकः अस्ति, अतः धातुः अदन्तः चेत् अतोलोपः इत्यस्य प्रसक्तिः भवति. यथा कथ योगः निच् कथ् इ कति इति भवति, कति भवति, हा ग्रह ग्रहयोगनि ग्रहि अपि इति भवति. अस्तु भगिनि, वयं पूर्वं कृतवन्तः अदन्त अङ्गं परे अपेक्षितं साधु अर्धदातुक अदन्त अङ्गे अङ्गे परे तु यः प्रत्ययः यदि आर्धातुकप्रत्ययः अस्ति चेत् अतः लोपः भवति खलु तथा. आम् अत्र यत् सूत्रं दत्तमस्ति तत्र निमित्तं न केवलम् आर्धधातुके उपदेशे केवलम् आर्धधातुकप्रत्ययः अपेक्षितम् अस्ति साधु उपदेश अवस्थायां धातो आर्धधातुकस्य अत्र अङ्ग उपदेशावस्थायाम् इत्यस्य तु तत्र महोदय भिन्नम् उक्तवान् खलु. यत्र वयम् अस्तु धातुः एव अङ्गं भवति खलु उपदेशावस्थायाम् इति वदामः चेत् धातुः एव अङ्गम् अस्ति तादृश अङ्गस्य अकारस्य लोपः भवति आर्धातु. अस्तु अस्तु अस्तु बहुवारं उदन्तस्य पदान्तस्य अपदान्तस्य इति सूत्रे उक्तमस्ति. पदान्त अपदान्तस्य इत्युक्ते पदस्य मध्ये अपि मध्ये इति भवति किम्? सुप्तिङन्तं पदम् इति अस्ति खलु अपदान्तम् इति इत्युक्ते यत् सुप्तिङन्तं नास्ति सुपपि नास्ति तिङन्तमपि नास्ति अन्यथा भिन्नमपि अस्ति सुप्तिङन्तं पदम् अन्यथा किम् आसीत् यत्र पदसंज्ञा भवति स्वादिश सर्वनामस्थाने इति सूत्रमस्ति तत्रापि पदसंज्ञा भवति द्वयमपि नास्ति चेत् अदन्तम् इति वशमितम् अपदान्तम् इति वदामः. सुप्तिङन्तं नास्ति चेत् अपदान्तं सुप्तिङन्तं नास्ति अनन्तरं स्वादिश सर्वनामस्थाने इति सर्वनामसंज्ञा यत्र भवति तत्रापि पदसंज्ञा भवति यदि तद् नास्ति चेत् अपदान्त. मया चिन्तितं पदान्ते इत्युक्ते पदस्य अन्ते यत् वर्णः अस्ति तस्य परिवर्तनं भवेत् या न भवेत् इति. अपदान्तस्य इत्युक्ते मया चिन्तितं पदस्य मध्ये यत् वर्णम् अस्ति अपदान्तम् अङ्गम् इत्युक्ते यः अङ्गम् इतोपि सुबन्तमपि नास्ति तिङन्तमपि नास्ति नो चेत् किम् अस्ति स्वादिषु सर्वनामस्थानं किम् अस्ति अपि नास्ति चेत् तत्र किन्तु भगिनि स्वादिश सर्वनाम इति प्रथम पञ्च सुबन्तं पदा प्रत्यय एव सन्ति साधु सर्वनामस्थानं प्रथमपञ्च पञ्चस्थानं विहाय अन्यत्र सर्वत्र तयोभ्याम् इति सर्वत्र तत्र सन्धिः भवति खलु. तद् भसंज्ञा आगच्छति तदनन्तरं तत्र कुत्रचित् भसंज्ञा भवति किन्तु सर्वत्रापि पञ्चस्थानां विहाय अन्यत्र सर्वत्रापि किं भवति पदसंज्ञा भवति संज्ञा सप्तमी एकवचने भसंज्ञा न भवति खलु तथा किमपि आसीत् खलु भसंज्ञा यचिभम् इति सूत्रम् अस्ति येन यकार अकार परे अस्ति प्रत्ययः अस्ति तत्र भवति तत्र कुत्रचित् एव भवति किन्तु अत्र तु सर्वनामस्थानं यत्र यत्र अस्ति तत्र सर्वत्र इत्युक्ते प्रथमपञ्चस्थलं विहाय अन्यत्र सर्वत्र तु किं पदं पदसंज्ञा भवति प्रत्ययपरे. किमस्ति पुल्लिङ्गे बहुवचने प्रथमाविभक्ति द्वितीयाविभक्ति बहुवचने भगिनी स्वादिषु इत्यत्र अत्र चतुर्थाध्यायस्य प्रथमपादे सु औजस्य अस्मिन् सूत्रे आदौ सुप्रत्ययः पाठितः अस्ति. अस्मात् प्रत्ययात् आरभ्य प्रत्ययाधिकारस्य समाप्तिपर्यन्तम् इत्युक्ते पञ्चमाध्यायस्य चतुर्थपादस्य समाप्तिपर्यन्तं पठिताः ये सर्वे प्रत्ययाः ते सर्वे स्वादिप्रत्ययः इति नाम्ना ज्ञायन्ते. बहवः प्रत्ययाः सर्वे स्वादिप्रत्ययाः तेषु सर्वनामस्थाने इत्युक्ते प्रथमपञ्च स्थानं विहाय अन्यत्र. आं भगिनि, किन्तु सामान्यतया वयं पठामः चेत् प्रत्ययस्य तु अधुना न चिन्तनीयमेव भवति खलु. अत्र स्वादि तत्र सर्वनामस्थानम् असर्वनामस्थाने इति उक्तमस्ति. सर्वनामस्थानं किम् इति पश्यामः चेत् पुल्लिङ्गे स्त्रीलिङ्गे प्रथमपञ्चस्थानानि सर्वनामस्थानानि, तद्विहाय अन्यत्र सर्वत्र इति वक्तुं शक्नुमः. नपुंसकलिङ्गे तु केवलं प्रथमपुरुष बहुवचने द्वितीय किं द्विवचने अपि क्षम्यतां द्वितीयाविभक्त्यावचने तत्र सर्वनामस्थानं भवति. नपुंसकलिङ्गे किं किम् उक्तं बहुवचने नामस्थानम् इति सूत्रेण केवलं बहुवचने एव प्रथमाविभक्त्यां द्वितीयाविभक्त्यामपि सर्वनामस्थानीया भवति. अस्तु अस्तु अस्तु. अपि भगिनि वयं धा यत् लिङ्ग भूत लिङ्ग लङ् लकार अस्ति तत्र हल्याङ्गोदीघात सुप्रत्यक् अप्रक्त तत्रापि पदसंज्ञा आगच्छति साधु अप्रक्त यद् अस्ति संज्ञा हल्याङ्गोदीघात सुप्रथमपुरुष एकवचने मध्यमपुरुष एकवचने तत्र पदसंज्ञा आप्नुमः तत्र हल्याभ्यो दीर्घसूत्रस्य अप्रुक्तं हल् इत्यस्मिन् पद तथा किमपि नास्ति खलु भगिनि. तत्र तु केवलम् उक्तमस्ति हल् इति यत्र सुतीसि प्रत्यये परे यदि हलन्तमङ्गम् अस्ति चेत् नो चेत् किम् अस्ति हल दीर्घात् ञबन्तात् आबन्तात् च तत्र हल् लुप्यते इति एव उक्तमस्ति खलु. तत्र तु पदं पदम् अपदम् इत्यस्य तत्र तु अपदमेव अस्ति खलु. किमर्थं सुप्रत्यये परे इतोपि तत्र सुप्रत्ययस्य योजनं न जातम्. पदान्तकार्यमेव भवति खलु पदान्तकार्यम् अस्ति हल् हल् इत्यस्य लोपः भवति हलन्तस्य वर्णस्य लोपः भवति प्रत्ययलोपे प्रत्ययलक्षणं. अस्तु अस्तु तर्हि वयं विरामः तर्हि धन्यस्मि. धन्यवादः भगिनि. धन्यवादः धन्यवादः भगिनि. भगिनी शुभरात्रि. भगिन्यौ शुभरात्रिः. पुनर्मिलामः. हा अस्तु अग्रिमसप्ताहे आं मिलामः पुनः.